नास्ति, अद्यतनविषयः अस्ति ज्योत्यादिगणे अजन्तदातवः इति। तर्हि अत्र करपरे अस्मिन् सूत्रे इति आरभ्य पठनीयं, किन्तु ततः पूर्वं हेमा भगिनी सारांशरूपेण वदति वा आरम्भतः ज्योत्यादिगणे विकरणप्रत्ययस्य स्थितिः इति वदिष्यामि। ज्योत्यादिगणे आहत्य चतुर्विंशतिधातवः सन्ति। प्रथमं तु कर्तरि शप् इत्यनेन यत्र यत्र कर्तर्तके सार्वधातुकप्रत्यये परे अस्ति चेत् तत्र कर्तरि शप् विधीयते। पुनः तं प्रभाद्य तत्र गणम् अनुसृत्य इदानीं जुहोत्यादिगणः अस्ति, अतः जुहोत्यादिभ्यः श्लूः इत्यनेन शपः स्थाने श्लू भवति। श्लू इत्युक्ते लोपः इति, जुहोत्यादिभ्यः शपः श्लू इति, श्लुः इति सूत्रमस्ति। इदानीं मनसि प्रश्नः उदेति यत्र लोप वा श्लू इत्यनयोः भेदः कः इति। द्वयोः अर्थः तु अधर्षणम् इत्येव भवति, परन्तु यत्र वयं लोपः इति वदामः तत्र यद्यपि प्रत्ययस्य लोपः भवति तदापि तस्य लक्षणं तिष्ठति एव, इत्युक्ते तन्निमित्तं यत् कार्यं भवति तद् भवति एव इति। परन्तु यत्र श्लू अनेन तत्र लोपः भवति तत्र तु एतावता कार्यं न भवति इति। प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रमपि अस्ति। तदनन्तरं न लुमताङ्गस्य इति सूत्रं वदति, यत्र यत्र लू इति शब्दे वर्णः आयाति तत्र तत् लुमान् इति, सः लुमान् इति, तस्य तृतीया अस्ति लुमता इति। अतः तिस्त्रिभिः संज्ञाभिः श्लुः लुप् लोप् लुप् इति अनेन यत्र यत्र लोपः विधीयते तत्र तत्र प्रत्ययस्य अङ्गं प्रत्ययस्य कार्यं न भवति, लक्षणं न तिष्ठति इति सारांशेण अस्ति। पुनः वयं दृष्टवन्तः चत्वारि रूपाणि लोपविषये वयं पठितवन्तः। अदर्शनं लोपः इति तत्र तु संज्ञासूत्रमस्ति, अनेन तत्र अदर्शनं निष्पन्नम् इति। तदनन्तरं प्रत्ययस्य लुक् श्लू लुपः इति सूत्रमस्ति, तत्र लुक् श्लू लुपः इति तिस्रः संज्ञा अस्ति, यत्र लू इति पदं भवति, अनेन लुमता न लुमताङ्गस्य कारणेन अनेन तत्र न लुमताङ्गस्य कार्यमपि विधीयते। लुक् श्लू लुप् इत्याभिः कारणेन लोपः भवति, अदर्शनं भवति इति अस्ति। प्रत्ययलोपे प्रत्ययलक्षणं तु यत्र लोपः भवति तस्य कार्यं स्यात् इति, परन्तु यत्र यत्र यद्यपि लुक् श्लू वा लुप् भवति तत्र विशिष्टकार्याणि सन्ति चेत् तत्तु भवति एव। यथा वयं पूर्वम् अदादिगणे दृष्टवन्तः उतो वृद्धिर्लुकि हलि इति सूत्रं गुणं प्रभाद्य तत्र वृद्धिकार्यं भवति इति, तादृश कार्याणि अत्रापि जुहोत्यादिगणे श्लू इति प्रत्ययस्य कारणेन भवति इति। धन्यवादः भगिनि। तर्हि अत्र अष्टाध्यायी पश्यामः चेत् एकत्र एव सन्ति सर्वे, अष्टत्रिंशत् पुटे अस्ति, सन्ति एकत्र एव लोपप्रकरणसूत्राणि सर्वाणि सन्ति। दर्शनं लोपः प्रत्ययस्य लुक् श्लूपः प्रत्ययलोपे प्रतिलक्षणं न लोमता अस्ति। आं भगिनि, लोपसंज्ञा। महोदय षष्टमसूत्रमस्ति अदर्शनं लोपः, तदनन्तरं प्रत्ययस्य लुक् श्लू लुपः, प्रत्ययलोपे प्रत्ययलक्षणम् अपि च न लुमताङ्गस्य इति चत्वारि सूत्राणि प्रदर्शितः. पठामि महोदय. जुहोत्यादि जुहोत्यादिगणे विकरणप्रत्ययः सप् आसीत्, अनन्तरं तस्य स्लू अभवत्, लुमता सपः अदर्शनं जातम्, अतः धात्वादङ्के सप् निमित्तकम् अङ्गकार्यं न अर्हम्. पूर्वं सप् आसीत् अनन्तरं स्लू अभवत् अस्य अनन्तरं अङ्गकार्यं निमित्तं न भवति एव, न अर्हति एव. अधुना नूतनप्रश्नः उदेते यत् अदादिगणे लुक् अपि लुमान् अस्ति, ज्योत्यादिगणे श्लू अपि लुमान्, द्वयमपि लुमान् चेत् द्वयोः भेदः कः? वस्तुतः द्वयोः कुत्रचित् साम्यं, कुत्रचित् न च भेदः. साम्यम् अस्मिन् यत् लुमान् सन् प्रत्ययलक्षणं न भवति. पुनः भेदः यतो हि विशिष्टसूत्राणि भवन्ति लुक् कृते श्लोक् कृते च. यदा अदादिगणे उतो वृत्ति लुकि हलि इति सूत्रम् अस्माभिः दृष्टं, येन गुणः प्रभाते वृद्धिः भवति. श्लू इत्यनेन तादृशं कार्यं न प्राप्यते, किन्तु श्लू विशिष्टकार्यम् अस्ति यत् लुक् इत्यनेन न सिद्ध्यते. तत्र प्रमुखं कार्यमिदम् लुक् अदादिगणे वयं दृष्टवन्तः लुक् युवत्यादिगणे श्लू किं भेदगतवयोः इति प्रश्नः उदेते. कुत्रचित् समानमेव कार्यं करोति, कुत्रचित् कार्येण भेदः अपि अस्ति इति. अनन्तरं किं भेदः इति उक्तम् अत्र. अदादिगणे उतो वृत्ति लुकि हलि इति सूत्रस्य गुणं प्रभात्य वृद्धिः एव भवति. अत्र युहोत्यादिगणे स्लू इत्यनेन तादृशं कार्यं न प्राप्यते इति उक्तं. स्लू विशिष्टकार्यमपि करोति इति उक्तं महोदय. तर्हि सामान्यतः कुत्र वर्तते भेदः, कुत्र अस्ति पुनः वर्तते महोदय? महोदय अहं न आगच्छामि. उभोपि लुमान्तौ खलु, लुप् श्लू उभोपि लुमान्तौ, लु इति अस्ति. तर्हि सामान्यं कुत्र वर्तते उभयोः? महोदयेन लिखितम् अस्ति खलु सामान्यम् अस्मिन् यत् लुमान् सन् लुमान् सन् प्रत्ययलक्ष्यं न भवति. ओ द्वयोः लुमान् अस्ति चेत् प्रत्ययोः प्रत्ययलक्षणं न भवति इति. प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण. केन सूत्रेण न भवति? न अत्र किं प्रत्ययलक्षणं, प्रत्ययलोपे प्रत्ययलक्षणं किं वदति? प्रत्ययलोपे प्रति अपि तदाश्रितं कार्यं लक्षणं भवति इति वदति प्रत्ययलोपे. तर्हि किं सूत्रं निषेधे अस्ति प्रत्ययलक्षणं न भवति इति? उमान् अस्ति चेत् प्रत्ययलक्षणं नास्ति इति कः सूत्रं वदति? प्रत्ययस्य लक्षणं न कार्यं करोति एव लुमन् अस्ति चेत्. किं सूत्रं, सूत्रस्य नाम किं? न लुमताङ्गस्य, न लुमताङ्गस्य इति सूत्रेण. साधारणतया यत्र लोपकार्यम् इति पृथक्तया एकमस्ति, केवलं लोपः इति. तर्हि यत्र लोपः इति पाणिनिः वदति चेत् तत्र तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लोपे अलोपः इत्युक्ते अदर्शनं भवति इत्येव अस्ति. लोपे सति अपि लक्षणं तिष्ठति. यथा हर्म्योद्युतिरस्य पृथं हल् इत्यनेन यदा वयं लङ्लकारे तकारः एव अस्ति, सकारः एव अस्ति, प्रथमपुरुषे एकवचने वा मध्यमपुरुषे एकवचने तकारः अस्ति सकारः अस्ति, द्वौ अपि अपृत्तसंज्ञा अस्ति द्वयोः अपि, एकमेव हल्वर् हल्वर्णः अस्ति. तर्हि हल्म्याभ्युदीर्घसुस्थितिः अपृत्तं हल् इत्यनेन लोपः भवति. तथापि तथापि अङ्गस्य गुणकार्यं वा वृद्धिकार्यं वा अस्ति चेत् सम्भवति. अतः द्वौ अपि पित् स्तः तर्हि गुणकार्यं भवति सार्वधातुकार्धकयोः. तस्य गुन्तलघुपदस्य चैतन्यमपि गुणकार्यं विधीयते. तर्हि तादृशं कार्यं भवति एव. यत्र तत्र लोपः इति पाणिनिः वदति वदति चेत् भवति. किन्तु यत्र किन्तु भिन्न आदर्शनमपि भवति. कीदृशदर्शनं? लुप् इत्यनेन आदर्शनं भवति, श्लू इत्यनेन आदर्शनं भवति, लुप् इत्यनेनापि आदर्शनं भवति. लोपः इति भिन्नकार्यम् एते त्रयाः त्रयः भिन्नकार्याणि सन्ति, लुप् श्लू लुप् इति. तर्हि एते त्रयः अपि लुमान्तः सन्ति, लु इति तेषां. तर्हि लुमान्तः सन्ति, तर्हि लुमान्तः ये ये सन्ति तत् यत्र सन्ति तत्र न लुमताङ्गस्य इत्यनेन आश्रितं कार्यं न भवति इति, निमित्तं न लक्षणं न भवति. प्रत्ययलोपः भवति भवति प्रत्ययस्य लुक् श्लू लुप् इति सूत्रेण. तत्र लुक् इत्यस्य आदर्शनं भवति, श्लू इत्यस्य आदर्शनं भवति, लुक् इत्यस्य अपि इत्यनेन लुक् इत्यनेन आदर्शनं भवति. किन्तु यः प्रत्ययः आदर्शनं भवति तदाश्रितं कार्यं तन्निमित्तिकं कार्यं न सम्भवति इति नल्मताङ्गस्य इति वदति. तर्हि तदस्ति साम्यमस्ति, लुक्ष्णु उभयोः अपि साम्यमस्ति, प्रत्ययलक्षणं न भवति इति. किन्तु भेदः कुत्र वर्तते? यत्र लुक् अस्ति चेत् भिन्नसूत्राणि सन्ति लुक् कृते. उदोवृद्धिलुक् हल् इत्यनेन कानिचन विशिष्टकार्याणि भवन्ति, कार्यं भवति. तथा एव किन्तु श्लू अस्ति चेत् तदाश्रितं भिन्नकार्यं सम्भवति यत् अधः दत्तमस्ति. श्लौ इत्यनेन द्वित्वं भवति इति अधः दत्तमस्ति. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः. रामप्रिया भगिनी. आं भगिनि, श्लौ सूत्रमस्ति. श्लौ धातोः द्वित्वं भवति. श्लौ सप्तम्यन्तम् एकपदम् इदं सूत्रम् इति धातोरनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं श्लौ धातोः द्वे. अत्र सूत्रस्य अर्थः अस्ति यदा श्लौ परे धातोः अस्ति चेत् तस्य द्वित्वं भवति इति. श्लौ धातोः द्वित्वं भवति इति द्वे इति अस्ति अत्र. जुहोत्यादिगणे श्लूना सर्वेषां धातूनां द्वित्वं भवति, यथा धा दधा जुहु. जुहोत्यादिगणे तु श्लू एव, जुहोत्यादिगणः श्लू इति सूत्रेण श्लू विहितमस्ति. अतः तत्र सर्वेषां धातु द्वित्वं धातूनां द्वित्वं भवति. उदाहरणरूपेण धातु च अत्र अस्ति. पठामि वा भगिनि? भगिनी व्याकरण एकनिमिषम् अत्र श्लौ यत्र अस्ति धातोः द्वित्वं भवति श्लौ परे इति दत्तम् अस्ति किल, धातोः द्वित्वं भवति श्लू परे उचितं भवति किल? श्लौ इत्युक्ते श्लौ इति वदति चेत् एव परे इत्येव अर्थमायाति किल, पाणिनीय व्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति श्लौ जुहोत्यादिगणे लि चङ्गि लुङ् लकारे तनि यङि च पञ्चसु स्थलेषु द्वित्वं भवति. यदा वयं इदानीं दृष्टवन्तः जुहोत्यादिगणे श्लौ लिट्टि अपि भवति चङ्गि लुङ् लकारे चङ्गि भवति तनि यङि पञ्चमस्तरेषु भवति. अत्र अस्ति द्वित्वप्रकरणम् एकाचो द्वे प्रथमस्य अहादे द्वितीयस्य नान्द्राः संयोगादयः पूर्वोभ्यासः अभ्यासः आम् उभयभ्यस्तं जक्षिद्यादेः षट् तुजातीनां दीर्घोभ्यस्य अभ्यासस्य लिटि धातोरनभ्यस् अनभ्यासस्य संयोगो संयोगोः श्लौ चङ्गि दाशवान् तां साह्वान् मीढावान् च. क्षम्यतां भगिनि तत्र पदद्वयं भवति दाश्वान् साह्वान् मीढवान् इदानीं सम् धन्यवादः. तर्हि वदति वा भगिनि एते सर्वे षष्टम अध्याये सन्ति किल? आं भगिनि. तर्हि प्रथमस्य किम् इत्युक्ते द्वितीयप्रकरणम् इत्युक्ते किम् इति अस्ति एकाचो द्वे प्रथमस्य इति एकाच अस्ति चेत् प्रथमस्य द्वित्वं भवति इति एकं कार्यमस्ति. अनन्तरं किम् अस्ति इत्युक्ते अदादि अस्ति चेत् द्वितीयस्य द्वित्वं भवति इति अनन्तरं तृतीयं वदति नकारादि दकारादि रेफादि संयोगः अस्ति चेत् धातुः आदौ तर्हि तेषां द्वित्वं न भवति इति अनन्तरं तथा अस्ति खलु एते त्रीणि कीदृश द्वितीयं कीदृशं भवति इति प्रकरणस्य विषयमस्ति. अनन्तरमस्ति कार्यस्य विषयः अस्ति. अनन्तरं नामकरणं वर्तते पूर्वोभ्यासः इति अभ्यासः इत्युक्ते पूर्वभागः इति अस्ति यत्र द्वित्वं भवति तस्य पूर्वभागः अभ्यासः इति वदामः इति नामकरणमस्ति. उभे अभ्यस्तम् इत्युक्ते पूर्वभागम् अनन्तरं यत् उत्तरभागं द्वौ मिलित्वा यत्र द्वित्वं भवति द्वौ मिलित्वा अभ्यस्तम् इति नामकरणं भवति इति तदपि सन्नस्ति. अनन्तरं किमस्ति यत् महोदयेन उक्तं पञ्चसु स्थलेषु द्वित्वं भवति इति महोदयेन उक्तम् श्लौ द्विहोत्यादिगणे लिटि छनि लुङ्लकारे सनि इति यत्र यत्र द्वित्वं भवति तेषाम् अभ्यस्तम् इति कार्यं भवति. उभे अभ्यस्तम् इत्यनेन अभ्यस्तसंज्ञा वर्तते. कुत्रचित् यत्र द्वित्वं नास्ति तथापि तेषाम् अभ्यस्तसंज्ञा वर्तते एतदपि संज्ञासूत्रमस्ति दक्षित्यादेः षट् इत्यनेन अभ्यस्तसंज्ञा भवति. वयम् अदादिगणे दृष्टवन्तः. अनन्तरं तुजादीनां दीर्घो अभ्यासस्य इति वयं न तत्तु न पठितवन्तः. अनन्तरं लिटि धातोः अनभ्यासस्य इति महोदयेन ह्यः उक्तम् अस्ति यत्र अभ्यासः पूर्वमेव आसीत् अभवत् तर्हि लिटि तेषाम् अभ्यासः पुनः अभ्यासः न भवति इति लिटि साधारणस्य अभ्यासः भवति किन्तु यत्र सनन्त दातुमस्ति चेत् तेषां तु पूर्वमेव अभ्यासः अभवत् तर्हि लिटि पुनः अभ्यासः न वर्तते. तेषां द्वित्वं न अभ्यासकार्यं पूर्वं न अभवत् तेषामेव लिटि अभ्यासकार्यं पुनः भवति इति अत्र उक्तमस्ति. अनन्तरं संयोगो संयोगो संयोगोः इति इत्यनेन सानि यङि अपि द्वित्वं भवति. श्लौ इत्यनेन जुहोति अधिगणे द्वित्वं भवति. शञि इत्यनेन लिङ्ग् लुङ्लकारे द्वित्वं भवति. अनन्तरं अन्तिमस्य पुनः महोदयेन तत्तु न प्रतिपादितं. तर्हि एतद् अभ्यासपुत्र क्षम्यताम् अष्टाध्यायीसूत्रपाठः कथां पश्यामः चेत् एकत्र एव इति सर्वे सन्ति क्रमेण सन्ति. षष्ठमध्याये शततमपुटे महोदय साक्षात् शततमपुटे अन्ते अस्ति. द्वित्वप्रकरणं दृष्टवतः खलु. एतत् समाप्य अनन्तरं सम्प्रसारणकार्याणि सम्प्रसारणसूत्राणि उक्तानि. धन्यवादः सुब्रह्मण्यं. आं भगिनि, द्वित्वे जाते प्रथमभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम्. अत्र अभ्यासः यथा भवती उक्तवती इदानीम् अत्र अभ्यासः इत्युक्ते कः, अभ्यस्तम् इत्युक्ते किम् इति दत्तमस्ति. अत्र यथा द्वित्वं भवति अनन्तरं यः प्रथमभागः अस्ति तस्य नाम अस्ति अभ्यासः. भागद्वयं यथा भवति अत्र प्रथमभागः द्वितीयभागः द्वयोः मिलित्वा तस्य नाम अस्ति अभ्यस्तमिति. अत्र पूर्वोभ्यासः इति सूत्रमस्ति, संज्ञासूत्रं. द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः, पूर्वप्रथमान्तम् अभ्यासः प्रथमान्तं द्विपदमिदं सूत्रम्. एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं पूर्वः अभ्यासः द्वयोः. अत्र पूर्वोभ्यासः इति संज्ञासूत्रमस्ति. अभ्यासः इत्युक्ते कः इति अत्र दत्तमस्ति. यथा द्वित्वं भवति अत्र किमपि कस्यचिदपि शब्दस्य द्विवारणम् उच्चारणं भवति. अत्र यस्मिन् द्विवारम् उच्चारणं भवति तस्मिन् यः प्रथमभागः अस्ति तस्य नाम अस्ति अभ्यासः. अत्र पूर्वः अपि च अभ्यासः प्रथमान्तम् इत्युक्ते प्रथमाविभक्तौ पदमस्ति. अत्र अनुवृत्तिः भवति एकाचो द्वे प्रथमस्य इति सूत्रात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रमस्ति पूर्वः अभ्यासः द्वयोः. यत् अत्र द्वित्वानन्तरं यः शब्दद्वयमस्ति अत्र पूर्वभागस्य नाम अस्ति अभ्यासः इति. उभे अभ्यस्तं द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञको भवति. उभे प्रथमान्तम् अभ्यस्तं प्रथमान्तं द्विपदमिदं सूत्रम्. एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम् उभे द्वे अभ्यस्तम्. इदानीम् अत्र अभ्यस्तम् इत्युक्ते किम् इति दत्तमस्ति. एतदपि संज्ञासूत्रमस्ति. अत्र यथा द्वित्वं भवति तदनन्तरं यः भागद्वयमस्ति द्वयोः भागयोः मिलित्वा द्वयोः भागौ मिलित्वा अत्र अभ्यस्तसंज्ञकः भवति. अत्र उभे इति प्रथमान्तम्, अभ्यस्तमिति अपि च प्रथमान्तं. सूत्रं द्विपदम् अस्ति. अत्र पुनः एकाचो द्वे प्रथमस्य इति सूत्रात् द्वे इत्यस्य अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रमस्ति उभे द्वे अभ्यस्तम्. इत्युक्ते अत्र द्वित्वानन्तरं यः भागद्वयमस्ति, अत्र भागद्वयं पूर्णतया अत्र अभ्यस्तसंज्ञक भवति इति. अग्रे पठामि वा भगिनि? एकनिमिषं महोदय. अत्र उभे अर्थः एव द्वे इति भवति किल, तद् किमर्थं द्वे इति अनुवृत्तिः आयाति? उभे अभ्यस्तमपि समानमेव किल? उभे के इति प्रश्नः भवति खलु. तर्हि द्वे प्रथमस्य एकासु द्वे प्रथमस्य इति उक्तमस्ति, तर्हि स्पष्टीकृतमेव उभे के इत्युक्ते उभे द्वे एव. अस्तु भगिनि. किन्तु उभे सत्यमस्ति भगिनि. उभे प्रातिपदिकं किम्? उभ इति एव अस्ति भगिनि. उभा इति अस्ति खलु. उभौ उभे इति नित्यद्विवचनमस्ति. क्षम्यताम्, उभे इत्येव आयाति. उभौ इति पुल्लिङ्ग अस्ति, नपुंसकलिङ्गे अपि उभे इति अस्ति नित्यद्विवचनम्. अत्र किम् आसीत्, अत्र अजादे द्वितीयस्य इति अस्ति खलु. यदि अजादिः अस्ति चेत् द्वितीयस्य भवति, द्वितीयभागस्य भवति इति. नन्द्राः संयोगादयः इति अस्य उदाहरणार्थम् अत्र अस्ति. उन्ति इति एकम् अतिदेशिकधातु दत्तमस्ति. उकारः अजादि अस्ति, तर्हि इन्दि इति संयोगः अस्ति द्वितीयभागे. इन्दि इति द्वितीयभागे अस्ति, तर्हि उन्दि योगः उन्दि इत्यस्य द्वित्वम् उकारस्य अजादि अस्ति चेत् पूर्व अजादेः नाम भवति. अत्र किं भवति इत्युक्ते इन्दि इत्यस्य तर्हि कर्तव्यम् इन्दि उन्दि इति भवति. किन्तु किं भवति इत्युक्ते अत्र नकारस्य द्वित्वं न भवति इति कृत्वा उन्दि भी इति भवति. तथा एव नकारदकार अपि च रेपः, परन्तु संयोगे प्रथमं यः भवति तत्तत्तेव न आयाति किल? आं भगिनि. अनन्तरं द्वितीय उदाहरणं तस्य तु भवति संयोगस्य प्रथमवर्णः अस्ति, तस्य न भवति. यदि नकारः दकारः उदाहरणार्थम् अड्डि इति अस्ति, तत्र अपि दकारस्य तत्र दकारः अस्ति अड्डि इति. अड्डि इति अस्ति, तर्हि अद्दि डि इति भवति, दकारस्य न भवति द्वित्वम्. अर्चि इति अस्ति, तस्य तु अर्चिति इति द्वित्वं भवति. उदाहरणार्थम् अष्टाध्यायी सन्दाकं तत्र सम्यक्तया दत्तमस्ति. एकवारम् अभ्यस्तसंज्ञा पुनः वदतु भगिनि. अत्र द्वित्वं भूत्वा रूपः किं, रूपं किम्? उन्दीति उन्दीति उन्दीदि. अस्तु इति रूपम्. अनन्तरम् एतस्य अपि तुजादीनां दीर्घोऽभ्यासः इति अस्ति. तत्र तुजादि प्रायः अन्तर्गणः इति अस्ति इति मन्ये. तर्हि उदाहरणार्थं तुजेर् इति धातुः अस्ति, तत्र द्वितीय भवति चेत् द्वितं भवति चेत् प्रथमभागस्य द्वितं भवति चेत् तु तुजे इति भवति. तर्हि अत्र तुजादि अस्ति, तुजादीनां दीर्घोणः इत्यनेन अभ्यासस्य दीर्घत्वं भवति. तर्हि तु तुजान इति भवति, तु तुजे इति भवति. यद्यपि ह्रस्वमस्ति तु इति, ह्रस्वकारः अस्ति, तथापि एतेन सूत्रेण तु इति भवति अभ्यासः. तादृशं कार्यम् अस्ति. अस्तु सम्यक् उक्तमस्ति. अत्र प्रायः अग्रे भवन्तः पश्यन् द्रष्टुं शक्नुमः. महोदय वदतु पच् पच् पच् तत् द्वितीयस्य इति उदाहरणरूपेण उक्तवान् किल पच् पच् इति अस्ति. द्वितीयः चकारः लोपः भवति अतः पपच् इति रूपमायाति. तत्तु एतस्य उदाहरणं नास्ति खलु. तत्तु तत्तु हलादिशेष इत्यस्य उदाहरणं भवति. भगिनी अपि आगतवती किल. अस्तु सुब्रह्मण्यं महोदय पठति स्म खलु भवान् अग्रे पठितवान् अग्रे पठामि वा नो चेत् अन्य न चिन्तितं महोदय इच्छति चेत् वदतु. न न चिन्ता अत्र अन्या भगिनी पठितुमिच्छति चेत् तथैव. पुष्पभगिनी पठति वा. अस्तु भगिनि. तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे, तथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति. इदं सर्वम् अभ्यासकार्यम् इति उच्यते. आर्धधातुक प्रकरणे विस्तरेण परिशीलयाम. लिटि, लुङि, सनि, ञि इत्येषु अभ्यासकार्यस्य पुनः विभजनं भवति. सामान्याभ्यासकार्यं विशेषाभ्यासकार्यं चेति च इति. सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति सर्वेषां धातूनां कृते. विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य. यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यनि, चञि, चञि च. हा अत्र द्वित्वस्य अनन्तरं कोऽपि कार्यं सन्ति अभ्यासे, यथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति. ह्रस्वत्वम् अल्पप्राणत्वं द्वयोपि अस्ति. इदं सर्वम् अभ्यासकार्यम् इति उच्यते. तदैव अभ्यासकार्यम्. आर्धधातुक प्रकरणे विस्तरणे लिटि, लङ्गि, लुङ्गि, सनि, यनि इत्येषु परिशीलयामः. अभ्यासकार्यस्य पुनः विभजनं भवति. ये लिटि, लुङ्गि, सनि, यनि इत्येषु. सामान्याभ्यासकार्यं विशेषाभ्यासकार्यं च इति. सामान्याभ्यासकार्यं यत्र यत्र द्वित्वं भवति सर्वेषां धातूनां कृते भवति. विशेषाभ्यासकार्यं भवति द्वित्वं निमित्तम् अधिकृत्य. यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनीयनि चनि च विशेषम् अभ्यासकार्यं भवति. अस्तु भगिनि. धन्यवादः. हेमा भगिनी. आं भगिनि. भगिनी अत्र अन्तिम पङ्क्तिः अस्ति किल, विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य. यथा लिपि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च तत्र तेषां कृते भिन्नकार्याणि विशेषकार्याणि भवन्ति इति वा? हा आं भगिनि, कालिचनसूत्राणि तदर्थानि तदर्थं सन्ति. न यथा अतः एव वयं श्लौ इत्यत्रापि किं कानिचन पृथक्तया अन्य भिन्नकार्याणि अपि सन्ति सूत्राणि अग्रे उक्तानि इति. तथा एव यत्र यत्र द्वित्वं भवति तत्र साधारणतया सर्वत्र एते सूत्राणि कार्यं कुर्वन्ति. अनन्तरं कुत्रचित् पृथक्तया प्रत्येकस्मिन् लिपि कानिचन कार्याणि भवन्ति. श्लौ इति जुगोत्यादिगणे अपि कानिचन पृथक्तया कार्याणि भवन्ति. तथा एव सङि यङि इति भिन्नभिन्नकार्याणि भवितुम् अर्हन्ति इति भवन्ति इति. अत्र सन्ति प्रमुखसामान्य अभ्यासकार्याणि. अत्र षट् कार्याणि विवृतमस्ति. ह्रस्वः हलादिः शेषः, चर्पूर्वाः खयः, कुहोश्चुः, उरत् अभ्यासे चर्च् इति षट् सूत्राणि सामान्यकार्याणि सन्ति. अत्र ह्रस्वः सूत्रं वदति अभ्यासस्य अच्वर्णः ह्रस्वः स्यात्. अचश्च इति परिभाषासूत्रेण यत्र कुत्रापि सूत्रेषु ह्रस्वः, दीर्घः, प्लुतः इत्येते शब्दाः आयान्ति तत्र अचः इति शब्दः सूत्रार्थे अपि आयाति. अतः ह्रस्वः इत्युक्तौ ह्रस्वः अच्वर्णः तथा सर्वत्र. ह्रस्वः प्रथमान्तम् एकपदमिदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य अचः ह्रस्वः. तर्हि ह्रस्वः सूत्रं वदति अभ्यासः इत्युक्ते यत्र द्वित्वं भवति तस्य प्रथमभागः अभ्यासः अस्ति. अभ्यासे यत् अच्वर्णः इत्युक्ते स्वरः अस्ति, यत् दीर्घः अस्ति, तत् ह्रस्वः भवति इति सूत्रस्य अर्थः. यत्र यत्र ह्रस्वः, दीर्घः वा प्लुतः इति शब्दाः आगच्छन्ति तत्र तत्र सर्वत्र अचः इति सूत्रे अचः इति शब्दम् आगत्य तिष्ठति इति वयं पूर्वमपि परिभाषासूत्रं पठितवन्तः. अनुवृत्तिसहितसूत्रम् अस्ति यत् अङ्गं भवति तत्र अभ्यासे यत् अच्वर्णः अस्ति, दीर्घः अस्ति, तस्य ह्रस्वः भवति. यथा दा इति अङ्गं दा इति धातुः स्वीकुर्मः चेत् द्वित्वानन्तरं दादा इति भवति. तत्र दादा इति भवति. प्रथमः भागः अभ्यासः. तत्र ह्रस्व अनेन सूत्रेण दा द इति भवति. अतः अङ्गं भवति ददा इति अङ्गं भवति इति ह्रस्वः. धन्यवादः. उदाहरणसहितम् उक्तवती. धन्यवादः मणिमहोदय. हा महोदय. हलादिशेषः अभ्यासस्य आदिमः हल् शेषः, अभ्यासे अप्रेषु हलां लोपः. हल् प्रथमान्तम्, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदम् इदं सूत्रम्. अत्र लोपः अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य हलादिशेषः. अत्र अभ्यासस्य आदिमहल् शेषः इत्युक्ते यदि मोर् देन् वन् हल् वर्णः सन्ति चेत् प्रथम स्थितिः वर्तमानस्य हल् वर्णः एव तिष्ठति. अपरं परे अस्ति चेत् लोपं भवति. एकः हल् वर्णः एव तिष्ठति इति उक्तम्. महोदय. आम् महोदय, सत्यम्. उदाहरणार्थं पश्यामः चेत् अत्र जुहोत्यादिगणे एव जन् इति धातुः अस्ति. अधुना न पश्यामः किमर्थमित्युक्ते अजादि नास्ति, हलादि हलन्तम् अस्ति, अजन्तधातुः नास्ति. तर्हि जन् इत्यस्य जजन् इति भवति, जन् जन् इति आदौ भवति, श्लौ इत्यनेन जन् जन् इति भवति. अनन्तरं हलादिशेषः इत्यनेन प्रथम अभ्यासस्य नकारः लोपं भूत्वा जजन् इति भवति. जजन् नकारं लोपं भूत्वा. धन्यवादः महोदय. धन्यवादः महोदय. नकारस्य लोपः हलादिः शेष. किमर्थमित्युक्ते जन् जन् इति अस्ति, अत्र अभ्यासे कति हल् वर्णाः सन्ति. जकारः इति एकः हल् वर्णः अस्ति, अनन्तरं नकारः, अनन्तरं द्वितीयः हल् वर्णः अस्ति. तर्हि प्रथमः हल् वर्णः एव तिष्ठति, जा इति एव तिष्ठति. द्वितीयः हल् वर्णः जकारः तिष्ठति, द्वितीयः हल् वर्णः नकारः तु अपगच्छति. तर्हि जजन् इति भवति. तदेव तदेव पुष्पा भगिनी अपि उक्तवती, पच्छ पच्छ इति. सत्यं, पच् पच् इति भवति. पच् धातु सनन्तधातुः यदा निर्माणं कुर्मः, पच् इति धातुः अस्माकं जुहोत्यादिगणे नास्ति, किन्तु सनन्त धातु परकर यदि वयं सनन्तदातुं कुर्मः, अतिदेशिकधातुः, तर्हि तस्मिन् समये अपि द्वित्वं भवति. सनि यङि इति सूत्रेण द्वित्वं भवति, श्लौ इत्यनेन द्वित्वं न भवति, किन्तु सन् यङि इत्यनेन द्वित्वं भूत्वा पच् पच् इति भवति, अनन्तरं पपच् इति भवति. धन्यवादः. तत्र किं भवति इत्युक्ते इडागमः किमपि पुनः भवति इति मन्ये, प्रायः पिपच्छति भवति खलु, पिपच्छति इति प्रायः पच्यते. तादृशं किमपि कार्यमस्ति महोदय, किन्तु आदौ तु तत्रापि एते सूत्राणि एव, एतानि सूत्राणि एव तत्रापि कार्यं कुर्वन्ति. प्रथमं द्वितं भवति, अनन्तरं हलादिशेषः इत्यनेन पच् पच् इत्यस्य चकारः अपगच्छति, तर्हि अभ्यासस्य चकारः अपगच्छति, तर्हि पपच् इति भवति. अनन्तरं कानिचन कार्याणि भवन्ति, तन्निमित्तिककार्याणि अन्य कार्याणि भवन्ति. महोदय कुहोश्चुः अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयो आदेशो भवति. तत्र स्थानेन्तरतमः इति परिभाषासूत्रेण उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने जकारः, तदा अभ्यासे चर्च इत्यनेन च स्थाने जकारः. पुश्च पुश्च तयोः इतरेतरद्वन्द्वः कुहौ तयोः कुहोः, कुहोः षष्ट्यन्तं चुः प्रथमान्तं द्विपदम् इदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति. अङ्गस्य अभ्यासस्य कुहोः चुः इति अत्र यदा अभ्यास अङ्गः अस्ति चेत् तस्य कवर्गः, कुः इति कवर्गः हकारः स्थाने चवर्गः आदेशः भवति इति अनुवृत्तिसहितसूत्रम् अस्ति. अनन्तरं स्थानेन्दरतमः इति परिभाषासूत्रेण उच्चारण स्थान साम्यमस्ति इति कारणात् हकारस्य स्थाने जकारः आदेशः भवति. अनन्तरम् अभ्यासे चर्च इति वर्णकार्यं किल भगिनि, सन्धिकार्यं, तदपि वृत्तपरकरणकार्यम् अभ्यासकार्यम्. अभ्यासकार्यं पर अष्टमाध्याये अस्ति. जकारस्य अभ्यासस्य षत्वं चर्त्वम् इति तत्र उक्तमस्ति. जस्थाने जकारः अस्ति आगच्छति. उदाहरणार्थं पश्यामः चेत् अत्र जुहोत्यादिगणे एव की इति एकं धातुः अस्ति, ककारः इति, की इति, की स्वीकारः, की इति अस्ति. तर्हि किं कार्यं भवति इति भगिनी वदति वा? क क क स्थाने चकार आदेशः भवति. द्वित्वं द्वित्वं किल किकि इति भवति. केन सूत्रेण द्वित्वं भवति? श्लौः इति किल श्लौ श्लौ श्लौ श्लौ इति सूत्रेण द्वित्वं भवति. किकि इति भवति. किकि इति भवति. अनन्तरं की स्थाने चवर्गः आदेशः भवति. स्थानीन्तरणर्थमः इत्यनेन सवर्गे कः वर्णः आयाति ककारस्य स्थाने? चवर्गः चकारः चिकि इति भवति वा भगिनि? सत्यं. तथा एव अग्रे हकारस्यपि च आदेशः भवति इति उक्तमस्ति खलु. उदाहरणार्थम् अत्र हु इति जुहोति इति अस्ति खलु, तत्र तु हु धातुः अस्ति. तर्हि तत्र कार्यं किं कार्यं भवति? जुहु इति भवति सोपानेन पश्यति. प्रथमं श्लौ इति सूत्रेण जुहु इति भवति किल, द्वित्वं किल हुहु इति भवति. हुहु एव वा? परन्तु श्लौ इत्यनेन केवलं द्वित्वमेव भवति, अनन्तरम् एव अभ्यासकार्याणि सर्वाणि भवन्ति. परन्तु वयं ओहो हो अनन्तरमेव जुहु इति भवति वा? ओहो क्षम्यतां, हुहु इति भवति. अनन्तरं हकारस्य स्थाने झ भवति. अनन्तरम् अभ्यासे स्थानेन्तरतमः इत्यनेन जकारादेशः भवति. जकारः अनन्तरम् अभ्यासे चर्चा इत्यनेन जकारस्य अल्पप्राणजकारः भवति, जुहु इति भवति. सुब्रह्मण्यमहोदयः. प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशो भवति. स्थाने सप्तम्यन्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्. अत्र स्थानेन्तरतमः इदानीमेव वयं दृष्टवन्तः. अत्र कुहोश्चुः इत्यस्मिन् सूत्रे अत्र स्थानेन्तरतमः इत्यस्य अत्र परिभाषासूत्रमस्ति. किं वदामः भगिनि, तस्य अधिकारः अस्ति इति वदामः वा? सर्वत्र तु यत्र परिभाषासूत्रमस्ति सर्वत्र कार्यं करोति खलु, स्पष्टीकरोति. साक्षात् तस्य तु कार्यं किमपि नास्ति, किन्तु अन्यान् सूत्रं सहायं करोति. कुहोश्चुः अस्मिन् सूत्रे यः कवर्गीयव्यञ्जनमस्ति अत्र तस्य चवर्गीय समानतुल्य व्यञ्जनम् आगच्छति. हकारस्य स्थाने झकारः. अत्र स्थानेन्तरतमः इत्युक्ते अत्र उच्चारणसमये यतः ध्वनिः आगच्छति तदाधारणे एव अत्र कस्य स्थाने कः वर्णः आगच्छति इति वयं जानीमः. अत्र अनन्तरमस्ति अत्र उरत् प्रत्यये परे अभ्यासस्य ऋकारस्य स्थाने अत् आदेशः भवति. उरत् प्रत्यये परे अभ्यासस्य ऋकारस्य स्थाने अत् आदेशः भवति. उः षष्ठ्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य उः अत् इति. अत्र इदानीम् अत्र सूत्रं यदि अभ्यासे ऋकारः अस्ति तस्य स्थाने अत् आदेशः भवति, इत्युक्ते केवलं आ इति एव आदेशः भवति. अत्र अत् इत्युक्ते प्रपरतत्कालस्य इत्यनेन केवल समानकालतुल्यवर्णः एव अत्र, अतः आ एव, न तु दीर्घ आकारः वा प्लुतः वा तथा न भवति, केवलं ह्रस्वाकारः एव. अत्र उहु इति रु इत्यस्य षष्ठ्यन्तमस्ति, अत् इति प्रथमान्तमस्ति, सूत्रं द्विपदम्. अनन्तरम् अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः, अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य अभ्यासस्य उहु अत्. इत्युक्ते अत्र अभ्यासे यः ऋकारः अस्ति तस्य स्थाने ह्रस्व अकारः आदेशः भवति इति. अत्र वर्गे वयं कृ इति लिट् लकार प्रायः दृष्टवन्तः. अत्र ऋकारस्य स्थाने अत्र प्रथमं तु कृ कृ भवति, अनन्तरम् अत्र प्रथम कृ इत्यस्मात् ऋकारस्य स्थाने आगच्छति, अतः क कृ भवति. अनन्तरं ककारस्य कुहोश्चुः इत्यनेन चकारः भवति, तथा अन्यकार्याणि अपि भवति. अत्र उदाहरणं तु अत्र उरत् इत्यस्य अत्र कृ यः अस्ति अत्र कृकृ, अनन्तरं प्रथम कृ इत्यस्मात् ऋकारस्य स्थाने आगच्छति इति उरत् इत्यस्य प्रसक्तिः अत्र अस्ति. अस्तु महोदय, तर्हि जुहोत्यादिकमे कृ इति एकं धातुः अस्ति, एकः धातुः अस्ति, तर्हि कृ इत्यस्य किं भवति? सकारे ह्रस्वऋकारः, सकारे ह्रस्वऋकारः. अत्र तृ प्रथमं तृ तृ भवति, तकारः खलु, तकारे ऋकारः, सकारः सरिगम सा. अस्तु भगिनि, सा अस्तु, सृ धातुः अस्ति, सृ इदानीं सम्यक्. धन्यवादः भगिनि. सृ सृ अस्ति अत्र प्रथमं सृ द्वित्वं भूत्वा सृ सृ भवति. अत्र द्वित्वं द्वित्वमिति श्लौ इति सूत्रेण प्रथमं द्वित्वं भवति, सृ सृ भवति. अनन्तरं अभ्यासः अस्ति अत्र प्रथमसृ. अत्र सृ इति तस्मिन् ऋकारः अस्ति, तस्य स्थाने ह्रस्व अकारादेशः भवति, अतः स योगः अ अत्र ससृ इति भवति. एकनिमिषः भगिनि, अत्र अत्र अकारस्य अनन्तरं रेपः अपि आगच्छति, अतः अत्र स केन सूत्रेण अत्र उरन्रपरः इत्यनेन यः ऋकारस्य स्थाने यः आगच्छति स च आ तु रपरः भवति उरन्रपरः इत्यनेन, अतः स योगः अर् योगः सृ भवति. अनन्तरम् अत्र यः सृ अस्ति तत्तु अपदान्ते अस्ति, अतः द्वितीयं सृ, अतः अत्र तस्य षत्वं भवति वा भगिनि? एकनिमिषं महोदय, ततः पूर्वमेव ततः सर् इति अस्ति खलु, इदानीं किम् अभ्यासकार्यम् इतोपि एकमस्ति सर् सृ. अत्र हलादिशेषः इत्यनेन अत्र अत्र प्रथमवर्णः एव भवति अत्र, अतः स सृ भवति, सृ इति रूपं इति रूपं भवति. हलादिशेषः अभ्यासे च अभ्यासे हल् स्थाने जल् स्थाने जष् स्थाने क्षम्यतां क्षम्यतां झल् स्थाने जष् चर् च आदेशौ भवति भवतः तत्र स्थाने स्थानेन्तरतमः इति परिभाषासूत्रेण उच्चारणास्थानसाम्यवशात् जष् स्थाने जष् अपि च खै स्थाने च अनुवृत्त्यर्थम् अष्टमाध्याये अभ्यासे सप्तम्यन्तं चर् प्रथमान्तः प्रथमान्तं च अव्ययपदः पदं त्रिपदमिदं सूत्रम् चः झलां झष् झषि इत्यस्मात् झलां झष् इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः तर्योर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासे झलां झष् चर् च संहितायाम् अत्र झल् स्थाने अभ्यासे झल् स्थाने झष् चर् च आदेशौ भवतः झल् स्थाने तत्र स्थानेन्तरतमः तत्तु त्रीणि जकारः अस्ति न स्थानेन्तरतमः इत्यनेन किं भवति जल् स्थाने जस् शर् इत्येव उक्तमस्ति किन्तु जल् इति बृहत् अस्ति खलु तर्हि तस्य स्थाने जश्य चर् अपि आगच्छति चेत् कुत्र कस्य स्थाने कः वर्णः इति कथं निर्णेतुं शक्नुमः स्थानेन्तरतमः इति परिभाषासूत्रेण अवगन्तुं शक्नुमः खलु तर्हि तत्र पश्यामः चेत् किं भवति जश् स्थाने जश् भवति इत्युक्ते चतुर्थसदस्यः अस्ति चेत् तस्य स्थाने तृतीयसदस्यः भवति सारांशरूपेण वदामः चेत् चतुर्थसदस्यः अस्ति चेत् तस्य स्थाने तृतीयसदस्यः भवति तथा एव द्वितीयसदस्यः अस्ति चेत् तस्य स्थाने प्रथमसदस्यः आयाति कै स्थाने च वर्गीयव्यञ्जनानां तादृशस्थितिः भवति धन्यवादः भगिनि अस्तु अत्र अस्य एकम् उदाहरणार्थं भगिनि डि इति धातुः भये भी भि इति धातुः सोपानेन वदतु प्रथमं किं भवति भि इति अस्ति बिभि अस्ति बिभि इति भवति प्रथमं बिभि अस्ति अत्र ह्रस्वकारः भवति केन सूत्रेण ह्रस्वः ह्रस्वः इत्यनेन किं भवति अभ्यासस्य ह्रस्वत्वं भवति प्रथम अभ्यासस्य ह्रस्वः भवति बिभि अस्ति तत्तु अधुना तु चतुर्थसदस्य बकारः बकारे ह्रस्वैकारः अनन्तरं पुनः चतुर्थसदस्य बकारः तस्मिन् दीर्घैकारः अस्ति खलु भी भी इति अस्ति अधुना किं भवति, प्रथम अभ्यासे किम् अस्ति, चर्वर्णः वा खैवर्णः अस्ति खलु, खैवर्णः अस्ति, तर्हि खै इत्यस्य स्थाने किं भवति, क्षम्यतां खै नास्ति, जश्वर्णः अस्ति, झश् अस्ति, झश् स्थाने झश् आदेशः भवति, तर्हि भकारस्य स्थाने बा इति अल्पप्राणबकारः भवति, तर्हि बिभि बिभि इति भवति. एक प्रथमवर्णः भवति, प्रथमस्वरः चतुर्थस्य स्थाने तृतीय, चतुर्थस्य स्थाने तृतीय भवति. तत्र चतुर्थस्थाने तृतीय बिभि. किं कुर्मः वयं महोदय, किं पाठितवान् ततः पर्यन्तं समाप्य कानिचन अभ्यासं कुर्मः, ज्योत्यादिगणे ये धातवः सन्ति तेषाम् अभ्यासकार्याणि परिशीलयामः अभ्यासरूपेण. तर्हि अग्रे हेमा भगिनी पठति. भगिनी एकः प्रश्नः अत्र अत्र अस्मिन् उदाहरणे भी इत्यस्मिन् उदाहरणे प्रथमं यथा स्लौ भवति तदनन्तरं प्रथमकार्यमस्ति ह्रस्वत्वं वा अनन्तरम् अभ्यासे चर्च. किमर्थम् इत्युक्ते अभ्यासे चर्चा इति तु अष्टमाध्यायस्य सूत्रमस्ति, परसूत्रमस्ति, पूर्वत्र सिद्धम् इत्यनेन अनन्तरं कार्यं न करोति, तर्हि प्रथममेव ह्रस्वः इति प्रथममेव ह्रस्वः. धन्यवादः. तर्हि वयम् अभ्यासरूपेण कृत्वा वयम् अग्रे गच्छामः वा, किं कुर्मः? तर्हि अस्तु, एकैकं कुर्मः. भगिनी करोति मा इति दातुः. आं भगिनि, तस्य पूर्वम् एकः प्रश्नः अस्ति. अत्र अभ्यासे चर्च् मध्ये वयं दृष्टवन्तः जश् स्थाने जश् अपि च खै स्थाने चर् इति, इत्युक्ते द्वितीयवर्णस्य स्थाने प्रथमवर्णः आयाति इति, चतुर्थवर्णस्य स्थाने तृतीयवर्णः. आम्, परन्तु चर् मध्ये श स इति ऊष्माणः अपि सन्ति किल, खै स्थाने तु केवलं द्वितीय अपि च प्रथम वर्गीयवर्णाः सन्ति, अत्र तु प्रथमवर्गीयः अपि च श स अपि अस्ति, परन्तु तेषाम् उपयोगः न भवति एव किल. प्रायः तुल्यवर्णः नास्ति एव, तर्हि प्रायः चै इति प्रत्याहारः नास्ति इति मन्ये, नो चेत् खै स्थाने चै इति वक्तुं शक्नुमः किल, तदर्थमेव चै इति प्रत्याहारः नास्ति प्रायः. चै इति अहं न अवगच्छामि, खै इत्युक्ते ख फ च ठ थ चटतौ कपै इति अस्ति. किमर्थं चर् इति उक्तवान् इति वा, चर् इति किमर्थं चर्च इति, तत्र तु प्रायः चर् इति आख्यासिक न न तथापि अस्ति, प्रत्याहारः भवितुम् अर्हति खलु, चै इति प्रत्याहारः तु भवितुम् अर्हति. अत्र अनन्तरं खरीच इति सूत्रम् आयाति, तदर्थं पाणिनिः लघु कर्तुमेव तथा लिखितवान् इति मन्ये. खरीच अग्रिमसूत्रमस्ति अभ्यासे चर्च इत्यस्य अग्रिमं सूत्रं खरीच इति अस्ति, तर्हि चर्च इति तत्रापि किं वदामः, किं वदामः, अनुवृत्तिः आगच्छति. आम्, ततः लघु कर्तुं तथा कृतवान् प्रायः, दोषः नास्ति खलु. तर्हि मा इति धातुः प्रथमं मा इति ज्योत्यादिगणीयः खलु, तत्र प्रथमं तु द्वित्वं भवति, ज्योत्यादिगणे अस्ति इति श्लौ अनेन तत्र द्वित्वं भवति, तर्हि मा मा इति आयाति. इदानीम् अभ्यासस्य ह्रस्वः भवति, अतः प्रथम मा म इति भवति, अतः मम इति अङ्गं मम इति. आं भगिनि, ह्रस्वः इति सूत्रेण सत्यम्. अनन्तरम् अन्यकार्यमस्ति, बृञ्जाम् इत्यनेन ह्रस्व अकारस्य स्थाने इकारादेशः भवति, तत्तु अग्रिमसप्ताहे पश्यामः. किन्तु मम इति एतावत्पर्यन्तं वयं दृष्टवन्तः. सत्यं भगिनि, धन्यवादः भगिनि. मणिमहोदय, हा इति धातुः अस्ति वा? हा धातु महोदय, हा इति धातु महोदय, सहायं करोतु महोदय. प्रथमं कार्यं किं श्लौ इत्यनेन ज्योति अधिगणे अस्ति, किं भवति? द्वितं भवति, हा इति. अनन्तरं ह्रस्वः अच ह्रस्वः इति सूत्रेण प्रथम अचूर्णस्य कृष्णं भवति, अतः हहा इति भवति. अनन्तरं किं कार्यमस्ति अत्र? आदौ अभ्यासे हकारः अस्ति, अभ्यासे हकारः भवितुम् अर्हति वा? हकारः अस्ति चेत् किं भवति? अभ्यासे हकारः अस्ति चेत् पूर्वहकारः एव तिष्ठति. न, प्रथम एक एव हकारः अस्ति खलु, हा इति अस्ति. तर्हि अभ्यासे हकारः अस्ति चेत् कुहोषु इत्यनेन कवर्गे वा हकारः अस्ति? कुहोषुः चकारः हकारः स्थाने. महोदय, अत्र प्रश्नः अस्ति महोदय, स्थाने अन्तरतमौ कुहो सूत्रेण स्थाने अन्तरतमः कवर्गस्य चवर्गः भवति इति उक्तं, देन् जकारस्य ज इति आदेशः इति भवति उक्तं, हकारस्य हा इत्यस्य किं वर्णः आयाति इति खलु. हकारस्य स्थाने जकारः, महाप्राणजकारः. ओहो, हकारस्य जकारः तदा ओके. अनन्तरं तर्हि इदानीं किं भवति? कुहोषुः इत्यनेन जहा इति भवति खलु, जहा इति भवति. अनन्तरं किं भवति? झ इति महाप्राणजकारः अस्ति, झहा इति अस्ति. अनन्तरं अल्पप्राणः भवति केन सूत्रेण? अभ्यासे चर्चा इत्यनेन अल्पप्राणजकारः भवति, जहा इति भवति. अनन्तरम् अन्यत् सूत्रं, पुनः अत्रापि इकारादेशः भवति, तर्हि जिहा इति भवति, किन्तु तत्तु अग्रिमसप्ताहे पश्यामः. स्वपाणानि अवगन्तुं शक्नुमः खलु. अत्र पुनः क्रमः भिन्नः भवति वा भगिनि? अत्र प्रथमं कुहोश्चुः कार्यं करोति वा, अनन्तरमेव ह्रस्वः भवति वा? प्रायः द्वितीयसूत्रं भवति इति खलु महोदय, सत्यं, प्रायः तथा एव भवति इति. परसूत्रस्य प्रथमं कार्यं करोति. किमर्थं न जाने महोदयस्य अभ्यासे तु वयं ह्रस्वः इति प्रथमं कुर्मः, किन्तु महोदय तु वदति प्रायः तदेव समीचीनमस्ति. प्रायः हा हा इति अस्ति, झा हा इति भवति, अनन्तरं जाः भूत्वा अनन्तरम् अभ्यासे चर्चा इत्यनेन जहा भवति. अभ्यासे चर्चा भवति चेत् अनन्तरं प्रायः ह्रस्वः इति भवति इति मन्ये, जहा इति भूत्वा अनन्तरम् अभ्यासे प्रथमं दीयते न? तथा नास्ति खलु भगिनि, वयं सूत्राणां बलाबलम् इति अग्रिमसप्ताहे पृच्छामः महोदय, यत् यदा वयम् अभ्यासं कृतवन्तः, वयं सोपानेन आरम्भतः अधः गतवन्तः, सः दोषः महोदय तु वर्तते. अस्तु भगिनि, धन्यवादः. रामप्रिया भगिनी वदति वा? गा इति दातु, गायति गा. आं, प्रथमं श्लौ इति सूत्रेण घ घ इति भवति, अनन्तरं ह्रस्वः इति सूत्रेण घ घ इति भवति, अनन्तरं कुहोश्चुः इति सूत्रेण घकारस्य स्थाने भवति किल जघा जगा इति भवति जगद् जगा एव भवितुम् अर्हति किन्तु उत्तरं तु समानमेव अस्ति अत्र अन्यसूत्रेण इकारादेशः भवति अत्रापि तत्तु अग्रिमं धन्यवादः भगिनि सुब्रह्मण्य महोदय हा इति जगा अनन्तरं जिगा इति भवति तस्य विषयं पुनः एतावत् पर्यन्तं जगा इति अभवत् अग्रिमसोपानम् इतोपि एकं सोपानम् अस्ति तत् अग्रिमम् महोदय वदति वा सुब्रह्मण्य महोदय हा इति दातु कृतवन्तः खलु एतत्तु अन्यः अस्ति प्रथमः आसीत् गतौ इति अर्थे एतद् हा अस्ति त्यागे इति अस्ति अत्रापि समानकार्यं सत्यं महोदय समानकार्यमस्ति जः इति भवति यत्र गतौ इति भवति तत्र बृञ्जामित् इत्यनेन इकारादेशः भवति किन्तु अत्र तु इकारादेशः न भवति जः इति एव तिष्ठति तर्हि जहाति त्यागे इति अर्थे जहाति इति भवति धन्यवादः तर्हि दा इति दातु भवति महोदय अल्पप्राणः दा खलु दाने दा दाने अल्पप्राणदा अस्तु भगिनि अत्र प्रथमं श्लौ इत्यनेन द्वित्वं दादा भवति अनन्तरं ह्रस्वः इत्यनेन अत्र अभ्यासस्य ह्रस्व आदेशः भवति अतः ददा भवति भगिनि धन्यवादः महोदय पुष्पभगिनी वदति वा धा इति दातु महाप्राणधा धा अस्ति धा धा अस्ति तत्तु कुहोश्चु इत्यनेन अस्ति न प्रथमं तु किं भवति ह्रस्वः ह्रस्वः कुहो ककवर्गे नास्ति खलु कवर्ग नास्ति अभ्यासस्थाने जस्ट् अभ्यासे चर्चा न ततः पूर्वमेव ह्रस्वः इति भवति ह्रस्वः अहं तु उक्तं दधा दधा इति भवति दधा भवति सत्यं अनन्तरम् अभ्यासे चर्चा सत्यं भगिनि अभ्यासे चर्चा दधा भवति बहु उत्तमं भगिनि धन्यवादः हेमा भगिनि की की इति दातु अस्तु तर्हि की प्रथमं श्लौ अनेन किकि इति भवति किकि इति भवति इदानीं कुहोश्चुः अनेन अभ्यासस्य प्रथमः कवर्गः स्थाने अन्तरतमः अनेन तत्र तुल्यतमवर्णः भवति चकारः इति तर्हि चिकि इति भवति चिकि तदनन्तरं कार्याणि भवन्ति प्रायः महोदय एकनिमिषं तत्र महोदयस्य प्रश्नः कः आसीत् इदानीं पृष्टवान् किल सूत्रबल अनुसृत्य बलाबलम् अनुसृत्य कुहोचुः प्रथमम् आयाति अनन्तरमेव ह्रस्वः इति अनन्तरमेव ह्रस्वः इति भवति खलु ह्रस्वः इति पूर्वसूत्रमस्ति परन्तु तत्तु त्रिपाद्यां नास्ति किल तथापि नास्ति अतः एव परसूत्रं बलं भवति खलु तर्हि प्रथमं कुहोश्चुः तदनन्तरं ह्रस्वः इति वा इति सोपानम् चिन्तनम् अस्तु भगिनि अहं अस्तु तर्हि भी इति अस्ति तत्तु वयं दृष्टवन्तः खलु विभि इति भवति इति अस्तु तर्हि मणिमहोदय वदति वा हु इति दृष्टवन्तः बृ इति दातुः बृ भकारः महाप्राण भकारः महोदय भव्या भा महोदय, बाबा इति श्लू इति सूत्रेण बाबा इति आगच्छति. अनन्तरं ओ बकारे ऋकारः अस्ति वा? स्थानयन्त्रसूत्रेण वा? न न, बकारे ऋकारः धातुः, बकारे ऋकारः बृ इति धातुः. महोदय न इच्छामि, टैम् वेस्ट् कर्तुं न इच्छामि. वदतु महोदय, सहायं करोतु महोदय. बकारे ऋकारः अस्ति, नास्ति चिन्ता महोदय. रामप्रिया भगिनी वदति वा? बकारे प्रथमं बृ बृ इति श्लौ इति सूत्रेण भवति, अनन्तरं ऋकारः स्थाने अत् इति आगच्छति चेत् उरत्. किल भगिनि? तत्र तु बृ इति अस्ति. किमर्थम् इत्युक्ते उरन्ध्रपरः बृ. अत्र हलादिः शेषः इति सूत्रेण रकारस्य लोपः भवति, बभृ इति भवति. अभ्यासे चर्चा अपि भवति किल भगिनि? आं भगिनि. बभृ, अनन्तरं अल्पप्राण बभृ, तृतीयबकारः. चतुर्थस्य स्थाने तृतीयः अभ्यासे चर्चा इति सूत्रेण. धन्यवादः. साक्षात् बिभृ इति भवति, किन्तु बभृ इति. अनन्तरं महोदय इदानीं वदति वा मणिमहोदय? वर्गस्य अनन्तरं पठिष्यामि महोदय. क्षम्यतां महोदय, क्षम्यतां. सुब्रह्मण्य महोदय वदति वा घृ इति दातु? ख ख ग घ. अत्र घृ प्रथमम् एतदेव अस्ति. प्रथमम् अत्र श्लौ घृ घृ, अनन्तरम् अत्र उरत् इत्यनेन ऋकारस्य आदेशः भवति. घ योगः अयोगः घृ. अत्र उरन्ध्रपरः इत्यनेन घ योगः अर्योगः घृ. इदानीं घर् योगः घृ. अत्र हलादिः शेषः इत्यनेन रेपस्य लोपः, अतः घघृ. अनन्तरम् अत्र अत्र हलादिशेषः इति इदानीं हलादिशेषः इदानीं कुहोश्चुः अत्र किञ्चित् क्रमः सम्यक् न कृतवान् इदानीं. अत्र इदानीम् अत्र घघृ, अत्र कुहोश्चुः इत्यनेन घ इत्यस्य झा भवति, परन्तु अत्र अभ्यासे चर्च इत्यनेन न अभ्यासे च घ इत्यस्य ग भवति. अतः ज इत्यस्य ज भवति, जघृ भवति भगिनि. साक्षात् जिघृ इति भवति, किन्तु कार्यं भिन्नकार्यम्. इतोपि एकं सोपानं. धन्यवादः महोदय. पुष्पा भगिनी वदति वा सृ इति धातुः किं? सृ पृ हकारे ऋकारः हृ हृ हृ हृ आगच्छति. तत्र कुहोश्च न कुहोश्च न एकनिमिषं भगिनि, पुरतः दृष्टं जायते, अहं न अहं अत्र हृ हकारस्थाने कुहोश्चु तत्र जकारस्थाने अभ्यासे च सूत्रस्य जकारः आगच्छति जु हृ. प्रथमं किं भवति? हृ हृ इति भवति, उरत् उरत् कार्यं करोति. तत्तु रेफः लोपः, अनन्तरम् उरन् प्रकारः इति रेफः अपि आयाति. तर्हि जर् हृ हर् हृ इति भवति, हलादिशेषः इत्यनेन रेपः अपगच्छति. हलादिशेषः अस्ति, हलादिशेषः तन् तत्तु कुहोश्चुः कार्यं करोति. तत्र जकारः आयाति, जह्रु. अत्र जिह्रु आयाति परम्, किन्तु जिह्रु इति रूपं, साक्षात् रूपं तु जिह्रु इति भवति, भिन्नकार्यं. धन्यवादः भगिनि. भगिनि पृ इति दातव्यं भगिनि, दीर्घ ऋकारः पृ वा? पकारे दीर्घ ऋकारः. तर्हि पृ पृ इति श्लौ अनेन द्वित्वं भवति. तत्र पृ अभ्यासस्य ऋकारः अकारः भवति उरत् अनेन, उरण्ड्रपरः उरत् उरत् इति ऋकारस्य एव अस्ति खलु, दीर्घ. प्रथमं कार्यं किमस्ति? तर्हि पृ पृ इत्येव भवति. इदानीं ह्रस्वः अनेन प्रथमं दीर्घ ऋकारः ह्रस्वः इति भवति, तर्हि पृ पृ इति भवति. तदनन्तरम् इदानीम् उरत् कार्यं करोति, तर्हि पृ स्थाने अ आगत्य तदनन्तरम् उरण्ड्रप्रः अनेन अर् इति आयाति, तर्हि पर् पृ इति भवति. तदनन्तरं हलादिशेषः अनेन द्वितीयः व्यञ्जन रेपः अपगच्छति, अतः पपृ इति रूपं भवति. अहं धन्यवादः. मणिमहोदय प्रयत्नं करोति वा बस् इति? पच्च बस् बस् भा महोदय पच्च सकार बस् बस् सा प्रथमश्च पच्च बस् भा सा भा भव्या भा सा सरिगमपदनि च सा भव्या इत्यस्य प्रथमवर्णः कः? मम नामस्य प्रथमवर्णः कः महोदय? अनन्तरं मम नाम भव्या इति अस्ति खलु, मम नाम भव्यस्य चतुर्थवर्णः भा इति अस्ति खलु, पावर्गीयस्य पावर्गस्य चतुर्थः वर्णः कः महोदय? वर्गीयव्यञ्जनानां रामप्रिया भगिनी वदति वा? बस् प्रथमं श्लौ इति सूत्रेण बस् बस् इति भवति वा? बस् बस् बस् बस् इति भवति. अनन्तरं हलादिशेषः इति सूत्रेण सकारस्य लोपः भवति, बबस् इति भवति. अनन्तरं अभ्यासे चर्चा इति सूत्रेण चतुर्थ बकारस्य स्थाने तृतीय भ बबस् धन्यवादः एतत् धन् इति दातुः महोदय मणिमहोदय वक्तुं शक्नोति वा धन् इति धन् महोदय धन् महोदय धन् श्लू इति सूत्रेण दन् दन् इति आगच्छ आदेशः महोदय देन् रस ह्रस्वः इति सूत्रेण अभ्यासे तु वर्णद्वयम् अस्ति खलु वर्णः द्वयम् अस्ति धन् धन् धन् धन् इति अस्ति तत्र ह्रस्वः कुत्र हकारस्य स्थाने जकारः आदेशः वा हकारः एव नास्ति महोदय धन् धन् इति अस्ति हकारः कुत्र अस्ति हकारः नास्ति खलु धन् धन् इति धन् धन् धन् धन् अत्र ह्रस्व हलादिशेषः इति सूत्रेण नकारः दकारः एव इति अनन्तरम् अस्य हल् वर्णः लोपो भवति सो ददन् महोदय ददन् इति भवति सत्यं महोदय अनन्तरं ददन् अनन्तरं कुहोच्चुसूत्रेण अत्र कावर्गः नास्ति खलु कुतः कुहोच्चुः इति वदति कावर्गः अस्ति चेत् एव कुहोच्चुः भवति खलु कावर्गः वा हकारः वा अस्ति चेदेव कुहोच्चुः भवति खलु कार्यमस्ति नास्ति चेत् कुहोच्चुः इत्यस्य कार्यम् अत्र नास्ति खलु कार्यं कर्तुं कुत्र कुत्र महोदय ककारः नास्ति खलु का इति नास्ति खलु ध धन् इति एव अस्ति खलु डकारः तु दवर्गे तावर्गे अस्ति खलु कवर्गे नास्ति दवर्गे वा तृतीयदा बिकम्स् द्विविधीय वा चतुर्थदकारः बिकम्स् तृतीयदकारः ओ चतुर्थस्थाने चतुर्थस्य स्थाने तृतीय भवति कदापि तृतीयस्य स्थाने द्वितीय न भवति महाप्राणस्य स्थाने अल्पप्राणः भवति तथा एव तर्हि चतुर्थस्य स्थाने तृतीय द्वितीयस्य स्थाने प्रथम तदेव अभ्यासे चर्चा इति अभ्यासे चर्चा किं करोति महाप्राणस्य अल्पप्राणत्वं भवति तर्हि दधन् इति भवति दकार ह्रस्व अल्पप्राणदकारः अनन्तरं महाप्राणदकारः नकारः दधन् इति रूपं धन्यवादः महोदय अनन्तरं दधन् इति पूर्वमेव दृष्टवन्तः तर्हि बिश् इति एकं धातुः सुब्रह्मण्य महोदय वदति वा धकारः चतुर्थः धकारः दिश् धिश् अत्र षकारः मूर्धन्यषकारः वा भगिनि आम् आं महोदय अस्तु भगिनि धन्यवादः अत्र धिश् अस्ति प्रथमं धिश् द्वित्वं भवति श्लव् इत्यनेन धिश् धिश् इति भवति अनन्तरम् अत्र हलादिशेषः इत्यनेन अभ्यासस्य द्वितीय हल्वर्णः यः अस्ति अन्तिमहल्वर्णः तस्य लोपः भवति अतः धि योगः धिष् भवति अनन्तरम् अत्र धि इति अभ्यासे अस्ति तत्तु महाप्राणः अत्र अभ्यासे चर्च इत्यनेन धकारस्य धकारः भवति अतः अत्र दि धिष् इति भवति महोदय दिदिश् इति धन्यवादः महोदय तर्हि प्रायः अनेके पञ्च वा षड् वा दातवः सन्ति यत् वयं न दृष्टवन्तः तेषां भिन्नकार्याणि भवन्ति प्रथमसोपाने एव भिन्नकार्याणि भवन्ति द्वितीयसोपाने एव भिन्नकार्यं भवति तर्हि तत्तु अस्माभिः न कृतम् अन्ये सर्वे जुहोत्यादिगणीयधातूनाम् अधुना वयं जानीमः खलु अङ्गं कथं निर्माणं भवति इति दृष्टवन्तः तर्हि अग्रे करपत्रे यत् महोदयेन उक्तं गतसप्ताहे विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तद् पर्यन्तं दृष्टवन्तः खलु, तद् आरम्भं कृतवन्तः धातुविचरणप्रत्ययोपमेलनम् कृतवन्तः. तर्हि पुष्पभगिनी वदति वा अत्र अस्माभिः ज्ञायते यत् इति. अस्माभिः ज्ञायते यत् सार्वधातुक लकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति, विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं, तिङ् प्रत्यय द्वे अपि तिङ् प्रत्यय सिद्धिः, त्रीणि तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम्. अहमेव महोदय अहम जुहोत्यादिगणे अपि तदा, किन्तु द्वित्वम् अभ्यासकार्यं च अपि सः, द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यासस्य परे अस्ति तिङ् वा कृत्वा भवतु, तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः. शप् विधीयते कर्तरि शप् इत्यनेन, कर्तरि शप् इत्यनेन शप् अस्ति, शपस्थाने श्लू भवति ज्योत्यादिगणे, देन् श्लू इत्यनेन धातोः द्वित्वं भवति. अनन्तरम् अभ्यासे सामान्यकार्यम् विशिष्टकार्यम् इति द्वि अस्ति, सामान्य अभ्यासकार्यम् अभ्यस्तान्तरप्रत्ययः अस्य निमित्तकं ह्रस्वः आलादिशेषः उहोचु उरत् अभ्यासे सच्च इति, विशेष अभ्यासकार्यं श्लू अस्य निमित्तकं चत्वारि सूत्राणि अस्माभिः पाठे द्वे ब्रिञ्चं ब्रिज्ञामित् ब्रिजामित् अर्ति पिबत् पिबत्योर्च इति सूत्रम् इति द्वे सूत्रेण विशिष्ट अभ्यासकार्यं इति पठिष्यामः. अङ्गकार्यं तिङ् च कृत् च निमित्तं किम् इत्युक्ते अत्र यत्र यत्र कर्तरर्थकसारदात्यप्रत्ययः अस्ति चेत् तिङ् वा कृत्वा यत्र शत्रुशान्य तत्रापि समानकार्यमेव भवति. तिङ् कर्तरस्थकसार्वधातुकप्रत्ययः अस्ति चेत् निश्चयेन कर्तरिक्षप् इति आयाति धातुतः, यत्र कर्तरिक्षप् इत भवति तत्र तत्र पुनः ज्योत्यादिगणे श्लू आगत्य श्लू भवति, तर्हि शकः श्लू भवति. श्लू भवति चेत् श्लौ इति सूत्रेण द्वित्वमपि भवति. यत्र द्वित्वं भवति तत्र अभ्यासं भवति खलु, उभे अभ्यस्तम् इति भवति. तर्हि यत्र अभ्यासकार्यं भवति पूर्वाभ्यासम् इति अभ्यासः अस्ति, उभे अभ्यस्तम् अस्ति, तर्हि अभ्यासकार्यं भवति. सामान्य अभ्यासकार्याणि सन्ति अत्र धातु अष्टाध्यायी सूत्रपाठः पश्यति चेत् द्व्यशीतिः शततमे पुटे 128 इति अस्ति, तत्र पश्यन्ति चेत् सामान्य अभ्यासकार्याणि इति सन्ति. आं भगिनि, सामान्य अभ्यासे सर्वत्र समानकार्याणि भवन्ति. सन्धातु सन् प्रकरणमपि तथा एव, यङ् यङ् कृते सन् यङ् लुङ् सर्वत्र समानकार्याणि भवन्ति. सनि यङि लुङि लिटि सर्वत्र तु ये समानकार्याणि, एते सामान्य अभ्यासकार्याणि वयं सर्वत्र द्रष्टुं शक्नुमः. अनन्तरम् अत्र एव लिट् अभ्यासकार्याणि इति विशिष्टकार्याणि भवन्ति. सामान्य अभ्यासकार्याणि प्रथमं वयं पश्यामः, अनन्तरं लिट् प्रकरणमस्ति चेत् लिट् कृते अभ्यासकार्याणि भवन्ति. अनन्तरं श्लौ इत्यस्य अपि पुनः एतद् चत्वारः अभ्यासकार्याणि सन्ति. अत्र तु अस्माकं करपत्रे वयं त्रयः पश्यामः महोदय. द्वे सूत्रे पश्यामः इति लिखितवान्, किन्तु त्रयः पश्यामः. बृञ्जामित् अर्तितिपत्योर्ष इति सूत्रं बहुलं छन्दसि. त्रयः त्रीणि सूत्राणि अपि वयं पश्यामः. निजान्तरयाणां गुणः श्लौ इति अपि अस्ति. एतदपि सरलमेव अस्ति. तत्तु पश्यामः इति मन्ये. चत्वारः अपि पश्यामः. तत्तु श्लौ इति कृते विशेष अभ्यासकार्याणि सन्ति. प्रथमं सामान्य अभ्यासकार्याणि भवन्ति, अनन्तरं विशेष अभ्यासकार्याणि चत्वारि सन्ति श्लौ कृते. तथा एव यदि सन् प्रत्ययः अस्ति चेत् तदर्थं सन् अभ्यासकार्याणि भवन्ति. लुङ् अस्ति चेत् चङ् अभ्यासकार्याणि भवन्ति इति भिन्नभिन्न अभ्यासकार्याणि सन्ति. तदेव प्रथममहोदयेन कुत्रचित् उक्तम् आसीत् खलु अत्र, किन्तु श्लौ विशिष्टं कार्यम् अस्ति. कुत्र अस्ति? 128 आं भगिनि. ओके ओके. पूर्वमपि अस्माभिः दृष्टम् आसीत् महोदयेन, केनापि पृष्टम् आसीत् विशिष्टकार्याणि सन्ति इति उक्तम् आसीत्. अत्र अत्र सन्ति सामान्य अभ्यासकार्याणि इति लिखितमस्ति खलु करपत्रे, तथा पूर्वम् आसीत्. अभ्यासकार्यस्य पुनः विभजनं भवति सामान्य अभ्यासकार्यम् अभ्यासकार्यं विशेष अभ्यासकार्यं चेति. सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति सर्वेषां धातूनां कृते. विशेष अभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य, यथा लिटि विशेष अभ्यासकार्यं, श्लौ इति अभ्यासकार्यं, पुनः सङ्गी यङि इति. अत्रैव अष्टाध्यायी सूत्रपाठे एव पृथक्तया दत्तम्. तर्हि तदेव अस्ति, तावदेव अस्ति अस्माकं ज्योत्यादि. यदि अङ्गं निर्माणं कुर्मः चेत् अनन्तरम् अधुना विशेष अभ्यासकार्याणि अपि कथमस्ति इति पश्यामः चेत् समापयामः. तर्हि प्रश्नः नास्ति चेत् विरमामः. अस्तु महोदय, धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः भगिनी.